Started. महोदय महोदय शान्तिमन्त्रं किं किमपि सहना भवतु इति. ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. लोका समस्ता सुखिनो भवन्तु, लोका समस्ता सुखिनो भवन्तु, लोका समस्ता सुखिनो भवन्तु. ॐ गुरुभ्यो नमः. धन्यवादः महोदय. धन्यवादः भगिनि. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विशेषणविशेषभावः इति. तत्र पाठः अस्ति सप्तत्रिंशत्तमे पुटे. तत्र पाठः जहि शत्रु महाबाहो इति. तत्र विशेषण विशेषभावः तत्र बहुवारं वयं दृष्टवन्तः. अशोभा भगिनि नमस्कारः. भगिनि नमस्ते. महोदय नमस्कारः. भगिनि अतः तत्र विशेषणविशेषभावः तु तत्र अनेकवारं वयं दृष्टवन्तः. तत्र केवलं पुनःस्मरणार्थं तत्र उदाहरणानि वदामः. तत्र ललिता भगिनी विशेषणविशेषभावस्य उदाहरणं सरल उदाहरणं. चतुरः बालकः. समीचीनं. तत्र विशेषणं किं विशेष्यं किं विशेषणं चतुरः बालकः विशेष्यं. हा किमर्थं चतुरः विशेषणम् इति अस्ति? बालकः पुल्लिङ्ग अस्ति, अतः विशेषणमपि पुल्लिङ्गः भवति. अस्तु समीचीनं भगिनि. अस्तु इदानीं चतुरा बालिका अस्ति अस्ति तत्र अर्थद्वयं भवितुम् अर्हति न महोदय? चतुरः बालकः इत्युक्ते चत्वारः बालकः अपि भवितुम् अर्हति, नो चेत् उत्तमः बालकः अपि भवितुम् अर्हति. चत्वारः बालकाः इति भवति खलु. चतुरः इति तत्र तदपि अस्ति, अहं चिन्तयामि. चत्वारः एव विभक्ति भिन्नं खलु भगिनि. एवं वा? अस्तु पश्यामि महोदय. प्रथमा बालिका सो इट् विल् बी चतुरः बालकः फस्ट् सेकेण्ड् चिन्ता मास्तु भगिनि. चतुरः बालकः इति स्वीकुर्मः. अस्तु तत्र उषा भगिनी तत्र चतुरः बालकः तत्र ललिता भगिनी उक्तवती तत्र चतुरः विशेषणं बालकः इति विशेष्यं किमर्थम्? विशेषणम् इत्युक्ते किं, विशेष्यम् इत्युक्ते किं, कः भेदः? विशेषणं विशेष्यं किं वदामि महोदय संस्कृते? प्रयत्नं करोतु. यत् कथं जानीमः एतत् पदं विशेषणम् अस्ति, एतत् पदं विशेष्यम् अस्ति इत्युक्ते यल्लिङ्गं यद्वचनं तत् समीचीनं. तत् अतः तत्र समानलिङ्गं तत् सर्वं समानलिङ्गं समानवचनं समानविभक्ति विभक्त्याम् अस्ति. अनन्तरं तत्र पदद्वयम् अस्ति, चतुरः अस्ति, बालकः अस्ति, समान समानविभक्ति अस्ति, समानं वचनम् अस्ति, समानं लिङ्गम् अस्ति, सर्वं समानम् अस्ति. इदानीं पदद्वये बालकः किमर्थं विशेष्यं, चतुरः किमर्थं विशेषणम् इति प्रश्नः. बालकस्य विशेषता, बालकस्य चतुरः बालकः इत्युक्ते अनेकः बालकाः बालकाः सन्ति, तस्मिन् एकः बालकः तेषु तेषु अनेकाः बालकाः सन्ति तेषु एषः बालकः विशिष्टः. समीचीनं भगिनि. यत् पदं वदति बालकस्य विषये चतुरहितपदं किमपि वदति, अतः तत् पदं विशेषणं भवति. तत्र बालकः इति पदं चतुरः इति विषये किमपि वदति वा? न, अतः तत्र विशेषणं चतुरः बालकः विशेषं. समीचीनम्. अस्तु समीचीनं भगिनि. अस्तु इदानीं वेदा भगिनी अन्यत् उदाहरणं. परोपकारी स्वामी कथा अस्तु भगिनि परोपकारी स्वामी इति तत्र विशेषणं किं परोपकारी विशेषणं स्वामी विशेष्यं किमर्थं तादृशम् अस्ति स्वामी किमर्थम् अस्ति स्वामी परोपकारी अस्ति तस्य स्वभावः विशेषता विशेष कीदृशः स्वामी इति प्रश्ने सति किं वदामः उत्तरं किं भवति कीदृशस्वामी परोपकारी स्वामी परोपकारी स्वामी अतः परोपकारी इति पदं स्वामी इति तस्य विषये किञ्चित् अधिकं वदति तत्र स्वामी इति पदस्य षष्टि किम् अस्ति स्वामी श्रीलिङ्गं गुणी गुणीवत् श्रीलिङ्गं स्वामी प्रातिपदिकं किं स्वामिन् स्वामिन् अतः षष्टि किं भवति नवमी स्वामिन् स्वामिनः बहु समीचीनं भगिनि स्वामिनः विषये स्वामिनः विषये किञ्चित् अधिकं वदति अतः तत्र परोपकारी इति तस्य विषये एक सूत्रमस्ति न महोदय बहुलं समथिङ्ग् ऐ फर्गॉट बहुलं विशेषणम् ऐ डोंट नो न स्मरामि भगिनि यदि अन्य कोऽपि स्मरति वदतु अस्तु अस्तु तत्र नूतनतया के आगतवन्तः तत्र शुभदा भगिनी नमस्कारः श्रीप्रिया भगिनी नमस्कारः नरेश महोदय नमस्कारः नमस्कारः भगिनी नमस्कारः महोदय अस्तु तत्र पाठः अस्ति तत्र सप्तत्रिंशत्तमे पुटे गतवर्गे अपि तत्र एव आसम् अस्तु तर्हि इदानीं तत्र अस्तु तत्र आरम्भं तर्हि पाठं साक्षात् पाठम् आरम्भं कुर्मः तर्हि तत्र अस्तु वंशीसुता भगिनी आरम्भं करोति वा तत्र पुनः तत्र आरम्भतया किञ्चित् शीघ्रतया गच्छामः तत्र प्रथमपरिच्छेदत्रयं कृतवन्तः गतवर्गे किन्तु शीघ्रतया गच्छामः अस्तु महोदय बहूनां दुर्गाणां विजेता शिवराजः स्वकीयं बलं वर्धयति स्म तत्र पठनीयं वा तत्र वदामः तत्र मूलविषयः अस्ति तत्र विशेषणविशेषभावः तत्र अस्मिन् वाक्ये विशेषणविशेष्यं आम् आम् तत्र बहूनां दुर्गाणाम् इत्यस्मिन् वाक्यद्वये दुर्गाणाम् इति विशेष्यमस्ति तस्य विवरणं करोति बहूनाम् इत्युक्ते बहूनां दुर्गाणाम् इति विशेषणविशेषभावः अस्ति यत्र पृथक्करणं भवति तत्रैव विशेषणविशेषभावः अस्ति विजेता शिवराजः तत्रापि शिवराजः विशेष्यमस्ति विशेषणमस्ति विजेता स्वकीयं बलं बलस्य विषये इति उक्तवान् तत्र अतः स्वकीयं बलम् इति विशेषणविशेषभावः अस्ति समीचीनं भगिनि इदानीं तत्र अस्मिन् वाक्ये तत्र यदि विशेषणानि त्यजामः इदानीं सरलवाक्यं किं भवति विशेषणानि अस्तु दुर्गाणां बहूनां दुर्गाणां शिवराजः शिवराजस्य बलं वर्धयति स्म अस्मिन् एव तत्र केवलं विशेषणस्य विशेषणानि त्यजामः इदानीं किं भवति तत्र सरलवाक्यम् इति इदानीं प्रथमतया तत्र सरलवाक्यं करोतु तत्र कर्तृपदं कर्मपदं क्रियापदं तत् करोतु तत् किमस्ति बहूनां दुर्गाणां शिवराजः अस्तु शिवराजः दुर्गाणां शिवराज दुर्गाणां शिवराजः न भवति न तत्र तु सत्यं सत्यं तदेव महासंभ्रमः अतः दुर्गाणां विजेता शिवराजः सत्यं तत्र सत्यं तत्र एकस्य विशेषणं न त्यक्तुं शक्नुमः कथं करोमि इति अहं चिन्तितवती अस्तु दुर्गाणां विजेता शिवराजः बलं वर्धयति स्म इति समीचीनं भगिनि समीचीनं तत्र अथवा शिवराजः बलं वर्धयति स्म तदनन्तरं तत्र विजेता अपि योजयामश्चेत् तत्र दुर्गाणामपि इति तत्रापि स्थापितुं शक्नुमः समीचीनं भगिनि अपि तत्र बलम् इति पदस्य विशेषणम् अस्ति स्वकीयम् इति उक्तवती सत्यमेव तत्र बलं नपुंसकलिङ्गे अस्ति अतः स्वकीयमपि नपुंसकलिङ्गे अस्ति तत्र शिवराजः स्वकीयं बलं यदि तत्र स्वकीयम् इति स्थाने स्वस्य इति स्वस्य अपि स्वकीय समानार्थकः किन्तु बलम् इति पदस्य विशेषणं भवति स्वकीयं यदि स्वस्य इति योजयामः तत्र शिवराजः स्वस्य बलम् इति भवति. तत्र तु स्वस्य इति किं भवति तत्र, हा स्वस्य इति अपि षष्टि भवति, अपि तत्र किं भवति तत्र शिवराजः इति कर्ता यः अस्ति तस्य अनुगुणं तस्य लिङ्गं भवति तत्र स्वस्य, शिवराजः स्वस्य बलम्. इदानीं तत्र यदि तत्र भेदा भगिनी अस्ति, भेदा भगिनी किं करोति, सा पुस्तकं स्वीकृत्य पठति. इदानीं किं वदामः वयं, वेदा भगिनी स्वस्याः पुस्तकं स्वीकृत्य पठति इति. सत्यं, स्वस्याः इति तत्र स्वस्याः इति किमर्थं, पुस्तकम् इति नपुंसकलिङ्गे अस्ति किन्तु किमर्थं स्वस्याः इति वदामः, कस्य तस्याः पुस्तकं किल, भगिन्याः पुस्तकम् इति, अतः तत्र कर्तुः अनुगुणं तत्र लिङ्गं भवति, न तु तत्र कर्मपदम् अनुगुणं. किन्तु स्वकीयम् इति किं भवति, तत्र स्वकीयम् इत्युक्ते कर्मपदानुगुणं भवति. ओ अस्तु महोदय. तावत् स एव भेदः, किमपि अर्थः समानः किन्तु स्वस्य स्वस्याः अस्ति चेत् तत्र कर्तृ अनुगुणं लिङ्गं भवति, अपि स्वकीयम् इति अस्ति तत्र लिङ्गं भवति कर्मपद अनुगुणम्, अपि विशेषणं भवति. अस्तु, कर्मपदस्य विशेषणं भवति स्वकीयम् इति, अतः स्वकीयं फलं स्वकीयः किं काव्यः अथवा तत्र स्वकीया पुस्तिका इति तादृश रूपाणि, तादृशानि रूपाणि भवन्ति. अस्तु समीचीनम्. इदानीं तत्र इदानीं विजेता शिवराजः इति तत्र विशेषणविशेषभावः अस्ति इति उक्तवती, तत्र द्वितीया विभक्तौ किं भवति, विजेतां शिवराजं, विजेता इति न, क्षम्यता, विजेता इति जेत्रा त्रिप्रद महोदय पितृवत् विजेतारं शिवराजः. समीचीनं भगिनि, समीचीनं तावत् समीचीनं भगिनि. अस्तु अग्रे, अस्तु अग्रे, अग्रे किञ्चित् वदतु भगिनि. पठामि वा महोदय अग्रे? पठतु. अस्तु, तस्य उग्रतेजसां दलपतीनां प्रकाशमानाः खड्गाः. तत्र दलपति, उग्रतेजसां दलपतीनां प्रकाशमानः खड्गः, तत्र तस्य इत्युक्ते कस्य इत्युक्ते शिवराजस्य उग्रतेजसां दलपतीनाम् इत्युक्ते तत्र दलपतीनां विषये बोधयति, उग्रतेजसाम् इति विशेषणम् अस्ति, दलपतीनाम् इति विशेष्यम् अस्ति. तत्र षष्ठीविभक्तौ भवतः शब्दद्वयं, किं भवति प्रकाशमानाः खड्गाः इति भवति महोदय, तत्तु किन्तु तत्र उग्रतेजसां दलपतीनाम् इति, तत् दलपति तु दलपतयः, ओ प्रथममेव दलपतय, दलपतयः उग्रतेजसः इति भवति, उग्रतेजसः दलपतयः, उग्रतेजसः इति तत्र तु एकवचने अस्ति, जानाति वा उग्रतेजस् इति भवति वा महोदय, केवलं तेजसः इति वा, पुल्लिङ्गे, समीचीनं, धन्यवादः, ओके, धन्यवादः. सकारान्तपदं तेजस् इति सकारान्तपदं, किन्तु नपुंसकलिङ्गे प्रायशः अस्ति, किन्तु इदानीं तत्र उग्रतेजस् इति प्रातिपदिकं पुल्लिङ्गे अस्ति इदानीं. ओ अस्तु, तस्य आं सत्यं. तर्हि तत्र अप्सरा, अप्सरा उग्रतेजसाः दलपतयः, एकवचने तत्र दीर्घ आकारः भवति इति मन्ये, दलपति इति एकवचने तत्र उग्रतेजः इति, उग्रतेजस् इति अस्ति तत्र अप्सरस् इति पदस्य रूपं यदि अप्सरसः तादृश अत्र अस्ति, तत्र उग्रतेजसाः दलपतिः इति एकवचने दलपतिः, अस्तु एकवचने. इदानीं बहुवचने तत्र उग्रतेजसः दलपतयः, महोदय सकारः एकवचने आगच्छति, तेजाः एव खलु, तेजसः। ओ क्षम्यतां क्षम्यतां, दोषः आसीत्, सत्यं, धन्यवादः भगिनि, श्रीप्रिया भगिनी धन्यवादः। हा हा हा, उग्रतेजाः इति, हा उग्रतेजाः, उग्रतेजसौ, उग्रतेजसः, हा सत्यं, इदानीं समीचीनम् इति मन्ये। हा धन्यवादः भगिनि, हा समीचीनम्, अस्तु, हा इदानीं तत्र प्रतिपद्यते, अस्तु, तत्र किं, हा धन्यवादः, अस्तु, वंशेश्वर भगिनी अग्रे किञ्चित् विवृणोतु, तत्र किमस्ति तत्र? तत्र प्रकाशमानाः खड्गाः अस्ति, तत्र खड्गाः इत्यस्य विशेषणमस्ति प्रकाशमानाः इति, तत्र शानच् प्रत्ययः प्रकाशम, अस्तु महोदय, शानच् प्रकाशमानाः, शानच् प्रत्ययस्य बहुवचनरूपमस्ति, अस्तु, सर्वासु दिक्षु स्वातन्त्र्याय, क्षम्यता, स्वातन्त्र्याय परिभ्रमन्ति स्म, स्वातन्त्र्यम् आवश्यकम् इति, तत्र स्वातन्त्र्याय इति चतुर्थी, किमर्थं, किमर्थम् इत्युक्ते परिभ्रमन्ति स्म, तदनन्तरं सर्वासु दिक्षु, तत्र दिक्षु, दिक्षु इति सप्तमी विभक्तौ अस्ति, सर्वासु इति सप्तमी विभक्तौ अस्ति, तत्र प्रथमविभक्तिरूपं किं भवति, सर्वासु दिक्षु, दिक् दिक् अस्ति, दिक् सर्व, दिक् इति स्त्रीलिङ्गशब्दः किल महोदय, सर्वाः दिशः इति, दिशः, एकवचने, एकवचने तु सर्वाधिक् भवति वा, दिक् इति एकवचने, सत्यं सत्यं, हा सर्वाधिक् इति भवति, स्वातन्त्र्ये परिभ्रमन्ति स्म, स्वामी भक्ताः शिवराजसैनिकाः सूचितेषु दुर्गेषु व्याघ्रवत् आक्राम्यन्ति स्म, स्वामिभक्ताः शिवराजसैनिकाः, शिवराजसैनिकाः इति बहुवचनरूपं प्रथमाविभक्ति विभक्तौ अस्ति, तस्य विशेषणमस्ति स्वामिभक्ताः, तत्र तथापि समानविभक्तौ स्तः पदद्वयं, सूचितेषु दुर्गेषु, तत्र दुर्गेषु, दुर्गम् इति नपुंसकलिङ्गं, अस्तु, तस्य विशेषणमस्ति, विशेषणविशेषभावः अस्ति, दुर्गेषु सूचितेषु, सूचितेषु पदद्वयं सप्तमी विभक्तौ स्तः, अतः किं भवति तत्र, सूचितः, सूचितः दुर्गः इति भवति वा महोदय, एकवचने सूचितः दुर्गः, सत्य, सूचिताः दुर्गाः इति भवति, व्याघ्रवत् आक्रम्यन्ति स्म, तेषां बलवद्भिः प्रहारैः विधर्मीयाणां मनोबलं प्रतिक्षणं क्षीयन्ते स्म, तेषां बलवद्भिः प्रतिक्षणं क्षीयते स्म, क्षीयते स्म, क्षम्यतां महोदय, बलवद्भिः प्रहारैः, तत्र तृतीया विभक्तौ अस्ति बहुवचनरूपं, प्रहारैः न, तत्र बलवद्भिः प्रहारैः, तत्र बलवद्भिः प्रहारैः, तत्र प्रथमविभक्तिरूपं किं भवति, तत्र बलवत् प्रहारः भवति वा, तत्र बलवत् बलवत् इति सत्यं, किन्तु प्रथमविभक्तिरूपं क्षम्यतां, बलवान् प्रहारः, बलवान् प्रहारः, क्षमा, बलवन्तः प्रहाराः, प्रहाराः, तत्र तत्र विषये प्रहारः, प्रहरैः, क्षम्यतां, प्रहरः, प्रहरः इति, प्रहारः, प्रहारः, हा, तत् अहं प्रथमविभक्ति वक्तुम् इच्छामि, अस्तु अस्तु, प्रहारैः इति विशेष्यमस्ति, बलवद्भिः इति विशेषणम् अस्ति, विधर्मीयाणां मनोबलं प्रतिक्षणं क्षीयते स्म, तेषां अस्तु, अस्तु समीचीनं भगिनि, अतः तत्र ते किं कुर्वन्ति स्म, तत्र प्रहारणं कुर्वन्ति स्म, तेन प्रहारणं कुर्वन्ति स्म, अतः तत्र तैः प्रहारैः तत्र किं भवति स्म, मनोबलस्य क्षीणः, विधर्मीयाणां मनोबलं प्रतिक्षणं क्षीयते स्म, तत्र आत्मनेपथ्यं तत्र तेषां मनोबलं तत्र न्यूना प्रतिक्षणं न्यूना न्यूना भवति स्म. अस्तु भगिनि, समीचीनं, धन्यवादः. अस्तु, धन्यवादः भगिनि. अस्तु, अग्रे तत्र श्रीप्रिया भगिनी अग्रे तत्र वदति वा पुनः तत्र एतत् कृतं पूर्वं किन्तु शीघ्रतया वदतु तत्र केवलं पुनस्मरणार्थं. शिवराजस्य पदे पदे वर्धमानं सामर्थ्यं दमयितुम् आदिलशाहस्य सेनापतिः अफ्जलखानः प्रतिज्ञाम् अकरोत्. शिवराजस्य सामर्थ्यं दमयितुम् आदिलशाहः आदिशालस्य सेनापतिः प्रतिज्ञाम् अकरोत्. प्रतिज्ञाम् अकरोत्. इदानीं प्रश्नः अस्ति तत्र अफजलखानः कः इति प्रश्नः. कः इत्युक्ते अफजलखानः सेनापतिः इति अस्ति. सेनापतिः अस्ति. इदानीं तत्र अफजलखानः किमर्थं प्रतिज्ञाम् अकरोत्? शिवराजस्य सामर्थ्यं दमयितुं अतः तत्र तत् कर्तुम् अस्तु तत् कर्तुं कीदृशं सामर्थ्यं वर्धमानं सामर्थ्यं वर्धमानं सामर्थ्यं तत्र सामर्थ्यं प्रतिदिनम् अधिकं भवति इति प्रतिदिनं तत्र सामर्थ्यं प्रतिदिनम् अधिकं भवति तत्र वर्धति इति वर्धन् तस्य वर्धनं भवति इति कृत्वा तत्र एषः प्रतिज्ञाम् अकरोत् सामर्थ्यं यत् अस्ति तस्य धमनं करोमि इति. अग्रे तदनन्तरमेव सः महतीं सज्जताम् आरब्धवान्. अतः तस्य सामर्थ्यस्य दमनं कर्तुं सः झटिति सिद्धतां कृतवान्. तत्र महती सज्जताम् इति अस्ति. प्रथमविभक्तौ किं भवति तत्र? महती सज्जता इति एकवचने भवति, बहुवचने महत्यः सज्जताः इति भवति. सज्जताः, समीचीनं भगिनि. अग्रे अग्रे न केवलं तावत् अपि तु शिवराजं कपटस्नेहेन मारयितुं निश्चयं कृतवान्. साक्षात् मारयितुं न इष्टवान् सः तु, किन्तु किञ्चित् कपटमार्गं चित्वा तं मारयितुं शिवराजं मारयितुं अतः तत्र नाम तत्र प्रहारं कृत्वा वा अथवा युद्धे युद्धं कृत्वा तत्र मारयामि इति स इति न चिन्तितवान्, किन्तु तत्र कपटस्नेहेन अथवा कपटमार्गेण अहं तत् तं मारयामि इति सः निश्चितवान् अथवा निश्चयं कृतवान्. समीचीनं भगिनि, धन्यवादः. सत्यं भगिनि, चलं सत्यं भगिनि, तदपि तत्र वक्तुं शक्नुमः. समीचीनं, अस्तु, धन्यवादः भगिनि. अस्तु, अग्रे नरेश महोदय. आं महोदय. ततः अफजलखानः निश्चिन्तेन मनसा शिवराजम् आक्रान्तुं तुलजापुरं प्रति प्रस्थितः. सः इदानीं तत्र किम् अस्ति तत्र विशेषभावः कुत्र कुत्र अस्ति तत्र? अत्र अस्ति निश्चिन्तेन मनसा तृतीयविभक्ति अस्ति. अस्तु, समीचीनं, निश्चिन्तेन मनसा इति अस्ति. तत्र प्रथमविभक्तरूपं किं भवति? निश्चिन्तः मनः इति अस्ति. मनः अस्ति किन्तु नपुंसकलिङ्गे अस्ति. मनस् इति सकारान्तपदम्, अतः तत्र नपुंसकलिङ्गे अस्ति, अतः निश्चिन्तं मनः. नपुंसकलिङ्गे मनः इति सत्यं, नपुंसकलिङ्गे अस्ति. मनः, मनसि, मनांसि. तृतीयविभक्ति मनसा अस्ति, अतः तृतीयविभक्ति मनसा इति अस्ति. सत्यं, तत्र सा इति तत्र अतः तत्र निश्चिन्तं मनः इति प्रथमविभक्तं, निश्चिन्तेन निश्चिन्तेन तृतीया विभक्ति प्रथमा विभक्ति निश्चिन्तः निश्चिन्तः मनः निश्चिन्तेन चिन्तं मनः ओ नपुंसकलिङ्ग् निश्चिन्त निश्चिन्तं निश्चिन्तः निश्चिन्ता निश्चिन्तं विशेषणरूपाणि भवन्ति किन्तु अत्र तु मनः इति नपुंसकलिङ्गे अस्ति इति कृत्वा निश्चिन्तं मनः इति भवति एषः अफजल् खानः किं कृतवान् सः प्रस्थितः तुलजापुरं प्रति प्रस्थितः हा तुलजापुरं प्रति प्रस्थितः एषः अफजल् खानः किं कर्तुं शिवराजम् आक्रान्तुं हा शिवराजम् आक्रान्तुं सः तुलजापुरं प्रति प्रस्थितः तत्र इदानीं तत्र क्रियापदं किम् अस्ति अस्मिन् वाक्ये प्रस्थितः हा प्रस्थितः इति अस्ति हा प्रस्थितः इत्युक्ते सः गतः इति अस्ति सः गतः कः गतः अफजल् खानः हा अतः तत्र प्रस्थितः इति किं विशेषणम् अस्ति अफजल् खानः प्रस्थितः अस्ति प्रस्थितः यदि तत्र साक्षात् क्रियापदं स्थापितुम् इच्छामः तत्र क्रियापदं नास्ति किन्तु साक्षात् क्रियापदं स्थापितुम् इच्छामः तत्र क्रियापदं किं भवति प्रस्थितवान् न न प्रस्थितः अस्ति तदेव अस्ति प्रस्थित किन्तु सत्यं महोदय तत्र प्रस्थितवान् इत्युक्ते अपि प्रस्थितः समानार्थकपदम् आसीत् हा बहु समीचीनं हा यतोहि भूतकाले अस्ति अतः प्रस्थितः आसीत् अफजल् खानः तुलजापुरं प्रति प्रस्थितः आसीत् आसीत् समीचीनं महोदय तत्र प्रस्थितः इति तत्र तप्रत्ययः अस्ति तत्र तत्र हा तत्र पठितं पुस्तकम् इति तत्र साधारणतया किं भवति तत्र अहं पुस्तकं पठामि मया पठितं पुस्तकम् इति तत्र पठितं पुस्तकं तत्र मया पठितं पुस्तकम् इति तत्र अहं पुस्तकं पठितवान् अत्र नरेश महोदय तत्र पठितवान् इति पदं विशेषणम् अस्ति कस्य पदस्य विशेषणम् अस्ति अस्मिन् वाक्ये अहं पुस्तकं पठितवान् अहं पदस्य विशेषणं भवति पठितवान् इति किन्तु इदानीं तत्र मया पठितं पुस्तकम् इति अस्ति तत्र पठितम् इति पदं विशेषणं भवति वा न मया पुस्तकं पठितं पठितं पुस्तकं मया इति पदस्य तु विशेषणं न भवति किन्तु पुस्तकस्य विशेषणं हा समीचीनं पुस्तकस्य विशेषणं भवति अतः तत्र कर्मपदस्य विशेषणं भवति पठितं तत्र साधारणतया तप्रत्ययः तत्र कर्मपदस्य विशेषणं भवति मया पठितं पुस्तकं मया दृष्टः वृक्षः इति मया चर्चितः विषयः अथवा अस्माभिः चर्चितः विषयः एषः अस्ति तत्र विषयः इति कर्मपदं वयं विषयं चर्चयामः इति तत्र किन्तु तत्र विषयः इति अत्र कर्मपदमस्ति अस्मिन् वाक्ये तत्र अहं पुस्तकं पठितवान् विशेषणमस्ति अहं पदस्य मया पठितं पुस्तकं तत्र पठितं भवति विशेषणं पुस्तकस्य कर्मपदस्य एषः साधारणतया तप्रत्ययः यत्र भवति साधारणतया कर्मपदविशेषणं भवति किन्तु केचन धातवः सन्ति यत्र तत्र यथा प्रस्थितः तत्र तप्रत्ययः किं भवति कर्मपदं विशेषणं भवति किन्तु कर्त्रार्थे भवति विशेषणं भवति अत्र प्रस्थितः इति अपचलकानः प्रस्थितः ते दातवत् तत्र गत्यार्थे सन्ति चेत् तत्र कर्तृपदस्य विशेषणं भवितुम् अर्हन्ति तत्र प्रस्थितः कः प्रस्थितः अपचलकानः प्रस्थितः गतः अतः तत्र वयम् अहम् एतत् वाक्यं वक्तुं शक्नोमि अहं विद्यालयं गतः अहं विद्यालयं गतवान्, अहं विद्यालयं गतः, अहं विद्यालयं प्रस्थितः, तत्र अपजलकानः प्रस्थितः, अतः विशेषणम् अस्ति कर्तृपदस्य. समीचीनं महोदय. अस्तु, तत्र निश्चित निश्चिन्तेन मनसा शिवराजम् आक्रान्तुं तुलजापुरं प्रस्थितः, तत्र निश्चिन्तेन मनसा भावः अस्ति, केन मनसा सः प्रस्थितः, तत्र निश्चिन्तेन मनसा सः प्रस्थितः, पुनः किं कर्तुम् इत्युक्ते तत्र शिवराजम् आक्रान्तु इति. समीचीनं महोदय. अग्रे निबिडं. क्षम्यतां महोदय, एकः प्रश्नः, अत्र तुळजापुरम् इति दत्तमस्ति, ळ इति अक्षरः लौकिकसंस्कृते नास्ति खलु? ल इति अस्ति भगिनि, तत्र सर्वत्र न दृश्यते तत्र, किन्तु तत्र हा तत्र मातृकाक्षराः तत्र कति सन्ति इति प्रश्ने तति, तत्र तु केचन वदन्ति तत्र किं यारालाभ श श स इति तावदेव इति वदन्ति, किन्तु तदनन्तरमपि तत्र क्ष ल इति अपि स्थापितुं शक्नुमः, तदपि दृश्यते. तत्र सर्वत्र न दृश्यते, तत्तु सत्यं भगिनि. मराठीभाषायाम् अस्ति, परन्तु लौकिकसंस्कृते नास्ति. लौकिकसंस्कृते प्रायशः वेदे अपि तत्र शास्त्रेषु दृश्यते भगिनि, तत्र आदिशङ्करस्य आदिशङ्करस्य स्तोत्रेषु एष अक्षरः दृश्यते, अतः तत्र अस्ति इति स्वीकर्तुं शक्नुमः, किन्तु भवत्याः प्रश्नः उत्तमः एव, तत्र लौकिकस्य संस्कृते साधारणतया अथवा विरलतया एषः अक्षरः दृश्यते, सत्यं भगिनि. धन्यवादः भगिनि. अस्तु, नरेश महोदय अग्रे. निबिडं जावलीवनं एषः एव अक्षरः तत्र अत्रापि चावलीवनं. ससैन्यं प्रवेश्य पर्वतमूषिकस्य शिवराजस्य ग्रहणं तु दुष्करम् एव. तत्र निबिडं जावलीवनं, निबिडम् इत्युक्ते तत्र किमस्ति विशेषणमस्ति, वनस्य विशेषणमस्ति निबिडम्. अत्र तत्र अनेकाः वृक्षाः सन्ति, तत्र मध्ये तत्र स्थलमेव नास्ति, तत्र निबिडं गाढं वनम् इति अपि. जावळीवनं शिवराजस्य विशेषणम् अस्ति, पर्वतमूषिकस्य पर्वतमूषिकस्य इति. किमर्थं पर्वतमूषिकः इति अस्ति तत्र? सः बहु दीर्घं नास्ति इत्युक्ते तत्र तस्य आकारः वा आकारः उन्नतः नास्ति इति वा तत्र, अथवा स्थूलः नास्ति इति वा तत्र? किन्तु तत् प्रायशः भवितुम् अर्हति, किन्तु अस्मिन् वाक्ये किमर्थम् एतद् लिखितमस्ति तत्र पर्वतमूषिकः इति? अग्रे तत्र वाक्ये किमस्ति? ग्रहणं ग्रहणं तु दुष्करम् एव. सः बहु शिवराजः बहु चञ्चलः अस्ति. अथवा तत्र तस्य ग्रहणं तत्र तं ग्रहीतुं सुलभः न भवति खलु, न भवति सुलभमार्गेण तस्य ग्रहणं न भवति खलु, अतः किं तत्र पर्वतमूषिकः इति दत्तमस्ति? किमर्थं तत्र पर्वतमूषिकः इति दत्तमस्ति? सः न दृश्यति. तदपि समीचीनं, तत्र तस्य दर्शनं कर्तुं न शक्नुमः, तत् सः अस्ति किन्तु सः कुत्र अस्ति इति न द्रष्टुं शक्नुमः. समीचीनं महोदय. यथा पर्वते मूषिकः कुत्र अस्ति इति यथा न दृश्यते, तथैव तत्र शिवराजः कुत्र अस्ति इति अपि न, सः कुत्र अस्ति इति तदपि न वक्तुं शक्नुमः. अपि पर्वते यदि मूषिकः अस्ति, तस्य मूषिकस्य ग्रहणं सुलभं नास्ति खलु. अतः तत्र यथा पर्वते स्थितस्य मूषिकस्य ग्रहणं दुष्करं, तथैव शिवराजस्य ग्रहणमपि दुष्करं, सुलभं नास्ति. अपि तत्र ग्रहणं दुष्करं, तत्रापि विशेषणविशेषभावः अस्ति खलु. ग्रहणं कीदृशं, तत्र दुष्करम् अस्ति ग्रहणम् इति. निबिडजावळीवने शिवराजस्य ग्रहणं दुष्करम्. सत्यं भगिनि, तादृशं भवति वा यदा पर्वतमूषिकः जावळीवनं, तत्र जावळीवनं वने, सत्यं भगिनि, जावळीवने. परन्तु शिवराजः जावळीवने नास्ति न, न न, किन्तु तत्र यदि यदि अस्ति चेदपि, यदि अस्ति तदापि तत्र तस्य ग्रहणं सुलभं नास्ति. जावलीवनं पर्वतम् एव, पर्वतस्य यथा पर्वते, यथा पर्वते तत्र अन्वेषणं कष्टकरं, तथैव तत्र निबिडं निबिडे जावलीवने अपि तत्र अन्वेषणं. महोदय, तत्र वदामि वा? तत्र अन्यद् अर्थम् अपि भवितुम् अर्हति वा, यथा मूषिकस्य ग्रहणं तथा एव दुष्करः गृहे अपि. किमर्थं चेत् तस्य चतुरता ग्रहणम् अतिदुष्करं, तस्य उपरि पर्वतस्य मूषिकस्य किमपि विशेषः अस्ति इति मन्ये महोदय, अतीव दुष्करम् इति. किं तत्र शिवराजस्य चतुरतायाः उल्लेखनं वर्णनं कृतम् इति मन्ये महोदय. समीचीनं भगिनि, अस्तु. अतः तत्र साधारणमूषिकः इति न, तत्र पर्वतमूषिकः इत्युक्ते साधारणतया अतिचतुरः अस्ति, तस्य अपेक्षया आम् बहु चतुरः अस्ति. वैल्ड् मूषिका अस्ति चेत् अपि अस्तु, अस्तु, तदपि समीचीनमेव भगिनि, अस्तु, तदपि समीचीनमेव, तत्र अस्मिन् सन्दर्भे तदपि समीचीनं भवति, अस्तु. तत्र शिवराजस्य किं श्लाघनं कृतम् इति, चतुरतायाः श्लाघनम् इति मन्ये. सत्यं भगिनि, धन्यवादः, बहु समीचीनम् अस्ति, अस्तु, धन्यवादः महोदय, धन्यवादः भगिनि, अस्तु, अग्रे समीचीनम् अस्ति. अग्रे महोदय, तत्र तर्हि का गतिः, का गतिः, तर्हि किं करोमि, किं करणीयम् अग्रे, किं करणीयम् इति. समीचीनं महोदय, अस्तु, अग्रे तत्र इदानीं तत्र ललिता भगिनी अग्रे पठति वा? तर्हि का गतिः, का गतिः, का गतिः, स्त्रीलिङ्गपदमस्ति, अतः का गतिः, गतिः. सन्देहे व्याजेन शिवराजस्य आह्वानं करणीयम्. सन्देहे इत्युक्ते सम्बन्धः, योजनं. सन्देहे व्याजेन, सन्देहे व्याजेन, सन्देहे इत्युक्ते षष्टिविभक्ति अस्ति. व्याजेन किं, केन मार्गेण व्याजेन शिवराजस्य आह्वानं करणीयम्. तत्र शिवराजस्य आह्वानं, शिवराजम् आह्वयामि इति सः चिन्तयति, किन्तु तत्र कथम् आह्वयामि, तत्र व्याजेन, कपटेन आह्वयामि. केन कपटेन, तत्र मार्गः कः इत्युक्ते, तत्र सन्धिः, सन्धिं कुर्मः इति चिन्तनं, तस्य प्रस्तावनं, तस्य तत् योजनं, सन्धिं कुर्मः इति यदि तादृशं वदामः तत्र प्रायशः सः आगच्छति, अतः तत्र सन्धिं कुर्मः इति आह्वयामः इति अथवा आह्वयामः इति सः चिन्तयति. तदेव करणीयम्, अन्यः मार्गः नास्ति इति सः चिन्तयति. तत्र शिवराजस्य आह्वानं करणीयम् नास्ति. अग्रे तेन अग्रिमं कार्यं सुकरं भवेत् इति कानः चिन्तितवान्. चिन्तितवान् क्रियापदमस्ति. अग्रिमं कार्यं विशेषणविशेषं चिन्तितवान् इति विशेषणमस्ति वा? अस्ति, चिन्तितवान् अस्ति, भवेतपि अस्ति. न न, चिन्तितवान् चिन्तितवान् इति विशेषणम् अस्ति वा? कस्य पदस्य विशेषणं? कः चिन्तितवान्? विशेषणं न, क्रियापदम्. क्रिया सूचयति सत्यं, किन्तु साक्षात् किन्तु साक्षात् विशेषणं नामपदम् अस्ति खलु तत्. तत्र भवती गतवती, अग्रिमं कार्यं किं करणीयम् इति चिन्तितवान्. कः चिन्तितवान्? अफ्सर् खानः चिन्तितवान्. हा, खानः चिन्तितवान्. खानः इति विशेष्यं, तेन अग्रिमं कार्यं चिन्तितवान् इति विशेषणं कस्य पदस्य? कान, कानस्य, कानपदस्य विशेषणं. विशेषणं तत्र अग्रिमं कार्यं सुकरं, अग्रिमं कार्यं विशेषणं विशेष्यं. हा, तेन इत्युक्ते, तेन इत्युक्ते केन? अफ्सर् खानेन. न न, तेन इति आह्वानेन. हा, तत्र कपट शिवराजस्य आह्वानेन अग्रिमं कार्यं सुकरम्. अग्रिमं कार्यम् इत्युक्ते किं? तत्र शिवराजस्य मारणं, ग्रहणं. शिवराजस्य ग्रहणं सुकरं, सुकरं भवेत् इति, भवेत् इति विधिलिङ्गकारः, भवेत् इति कानः चिन्तितवान्. अतः तत्र सुलभं भवति. हा, अतः तत्र एषः मार्गः एव समीचीनः भवति इति सः चिन्तयति, चिन्तितवान् आसीत्. अग्रे सः दूतमुखेन शिवराजेन मेलितुम् इच्छां प्रदर्शितवान्. हा, इदानीं तत्र सः किं कृतवान् इति, तत्र कर्तृपदं क्रियापदं वदतु प्रथमतया. सः शिवराज अफ्सर् खानः केवलं कर्तृपदः, कर्तृपदं क्रियापदं, कर्तृपदं कर्तृपदम् इच्छां प्रदर्शितवान्. इच्छां क्रियापदं तु कर्तृपदं अफ्सर् खानः, सः, सः इति अस्ति, सः, सः इत्युक्ते अफ्सर् खानः. कर्मपदम् इच्छां प्रदर्शितवान् क्रिया. हा, सः सः इच्छां प्रदर्शितवान् आसीत् इति, अथवा प्रदर्शितवान् इति क्रियापदम् इति चिन्तयामः. तत्र प्रदर्शितवान् क्रियासूचकं, किन्तु विशेषणमस्ति सः इति पदस्य, इच्छाम् इति कर्मपदम्. समीचीनम्. इदानीं इच्छा किं कर्तुम्? स्वयं न गतवान्, दूतमुखेन केन मार्गेण पुनः इच्छा का इति वदतु प्रथमतया. इच्छा मेलितुं, मेलितुम् इच्छा. हा, शिवराजेन मेलितुं, शिवराजेन सह मेलितुम् इच्छा आसीत्. ताम् इच्छां प्रदर्शितवान् सः. सः सः किं प्रदर्शितवान्? इच्छां प्रदर्शितवान्. इच्छां प्रदर्शितवान्. किं कर्तुम् इच्छां प्रदर्शितवान्? शिवराजेन, शिवराजेन मेलितुम् इच्छां प्रदर्शितवान्. सः साक्षात् प्रदर्शितवान् वा? न, साक्षात् न गतवान्. हा, इदानीं सः दूतस्य सहायं. हा, दूतमुखेन, दूतमुखेन, दूतः यः अस्ति स तस्य द्वारा, दूतद्वारा तत्र सः दूतमुखेन दूतं प्रेष्य सः इच्छां प्रदर्शितवान्. इच्छां प्रदर्शितवान्. अतः तत्र दूतमुखेन इति तृतीया अस्ति, किन्तु दूतमुखेन इति तत्र किं भवति? तत्र तृतीया अस्ति. किमर्थम् इत्युक्ते तत्र क्रियापदं किम् अस्ति? दूतमुखेन इति पदं तृतीयाविभक्ति अस्ति, माध्यमम् अस्ति, किन्तु क्रियापदं किम् अस्ति तस्य कस्य माध्यम मेलितुम् इति न दूतमुखेन इति न दूतमुखेन शिवराजेन इच्छां न न भगिनि तत्र अहं हस्तेन खादामि अस्ति चेत् हस्तं हस्तेन इति किमर्थं तृतीया इत्युक्ते खादामि इति अस्ति खलु प्रियपदामि हस्तेन खादामि हस्तं माध्यमम् अस्ति हस्तेन इति तृतीया अस्ति तादृशः अत्र दूतमुखेन इति अस्ति तत्र क्रिया का माध्यममस्ति किन्तु कस्याः क्रियायाः माध्यममस्ति दूतमुखेन इति अस्तु अस्तु चिन्ता मास्तु इदानीं तत्र एतावत् तत्र उषा भगिनी उक्तवती वा न खलु अस्तु भगिनि हा इदानीं वदतु भगिनि तत्र तत्र किम् अस्ति सः दूतमुखेन शिवराजेन मेलितुम् इच्छां प्रदर्शितवान् तत्र सः प्रदर्शितवान् खलु शिवराजेन मेलितुम् इच्छां प्रदर्शितवान् शिवराजेन दूतमुखेन इति अस्ति तत्र दूतमुखेन इति माध्यमम् अस्ति खलु किन्तु किं किं कृतवान् तत्र क्रिया का अस्ति किं कृतवान् दूतमुखेन सः किं कृतवान् इति प्रश्नः सः दूतमुखेन शिवराजेन एतदेव तत्र प्रदर्शितवान् इति क्रिया अस्ति तदेव भगिनि तत् यदि तत् सर्वं यदि तत् सर्वं वदामः तत्र पूर्णवाक्यं भवति खलु केवलं किं वक्तव्यं तत्र दूतमुखेन इच्छां प्रदर्शितवान् प्रदर्शना इति क्रिया अस्ति तस्य माध्यमम् अस्ति दूतमुखेन प्रदर्शितवान् किं प्रदर्शितवान् इच्छां प्रदर्शितवान् तदनन्तरं किं कर्तुम् इच्छां प्रदर्शितवान् सत्सर्वम् आगच्छति समीचीनं वा अस्तु अस्तु महोदय अतः तत्र तृतीया किमर्थम् इत्युक्ते तत्र क्रियापदं प्रदर्शितवान् सत्यं सत्यं भगिनि हा मेलितुं तुमन् अस्ति अभ्यम् अस्ति शिवराजेन इति तृतीया अस्ति समीचीनम् अस्तु अस्तु अग्रे उषा भगिनि अग्रे आं महोदय राजनीतिज्ञः शिवराजः अपि वयोवृद्धं ज्ञानवृद्धं गोपीनाथवर्यं राजदूतरूपेण खानं प्रति प्रेषितवान् हा इदानीम् एतद् पूर्वस्मिन् वर्गे न कृतम् अतः तत्र पङ्क्तिशः परिशीलयामः तत्र राजनीतिज्ञः इति राजनीतिज्ञः इत्युक्ते कः पालिटिक्स् इति तत्र संस्कृतेन एव वदतु राजनीतिज्ञः सः राजनीति नीतिः स्त्रीलिङ्ग अस्ति वा महोदय प्रायशः किन्तु विभक्ति का अपेक्षिता अत्र राजनीतिज्ञः षष्ठी न न राजनीतिज्ञः षष्ठी न प्रथमविभक्त्यमस्ति हा प्रथमविभक्ति अस्ति हा राजनीतिज्ञः किन्तु तत्र राजनीतिज्ञः सः जानाति समस्तपदं न महोदय राजनीतिज्ञः इति समस्तपदं किल तत्र समासेन प्रायशः आगच्छति यः राजनीत्यां यः राजनीतिं जानाति सः राजनीति समासः न भवति वा तत्र पदोत्पत्ति एव भवति अस्तु भगिनि हा किन्तु किन्तु यः राजनीतिं जानाति सः राजनीतिज्ञः प्रातिपदिकं किम् अस्ति महोदय तत्र राजनीतिज्ञः तत्र प्रायशः अकारान्तपदम् एव अस्ति मन्ये इति मन्ये भगिनि रामः रामशब्दवत् इति राजनीतिज्ञः राजनीतिज्ञौ राजनीतिज्ञाः इति एव शिवराजः तत्र विशेषणविशेषभावः कीदृशः शिवराजः सः राजनीतिज्ञः शिवराजः शिवराजः राजनीतिज्ञः विशेषणम् अतः सः शिवराजः किं जानाति स्म राजनीतिं जानाति स्म जानाति अपि वयोवृद्धं ज्ञानवृद्धं गोपीनाथवर्यं गोपीनाथवर्यम् इति एकः गोपीनाथवर्यः गोपीनाथवर्यम् इति पदं तस्य सभायाम् अस्ति. सः ज्ञानवृद्धं ज्ञानेन बहु ज्ञानम् अस्ति, अपि च वयोवृद्धं तत्र वयसि तत्र हा तत्र तस्य वय तत्र वयसि सः वृद्धः इत्युक्ते हा तस्य बहु वर्धनम् आसीत् तत्र वयः अपि अपि ज्ञाने अपि स तस्य सः वृद्धः आसीत् इत्युक्ते तत्र बहु ज्ञानम् आसीत् इति अतः ज्ञानवृद्धः वयोवृद्धः गोपीनाथवर्यः इत्युक्ते वर्यः इति प्रथमविभक्तौ गोपीनाथवर्यः तस्य नाम अस्ति गोपीनाथः किन्तु गौरवरूपेण तत्र गोपीनाथवर्यः इति वदामः. सः गोपीनाथवर्यः वयोवृद्धः ज्ञानवृद्धः तादृशगोपीनाथवर्यं राजदूतरूपेण खानं प्रति प्रेषितवान्. राजदूतरूपेण तृतीयविभक्त्याम् अस्ति खानं कर्मपदमस्ति प्रति न तत्र तत्र किञ्चित् किञ्चित् परिशीलयामि भगिनि. तत्र प्रेषितवान् इति क्रिया एकनिमिषं भगिनि प्रेषितवान् इति क्रियापदं खलु भगिनि? महोदय इदानीं तत्र कः प्रेषितवान्? राजनीतिज्ञशिवराजः प्रेषितवान्. अस्तु इदानीं सरलवाक्यं कुर्मः, विशेषणं सर्वं विशेषणानि त्यजामः. अस्तु महोदय, शिवराजः प्रेषितवान्. शिवराजः प्रेषितवान्. इदानीं तत्र कं प्रेषितवान्? कं प्रेषितवान्? गोपीनाथवर्यं प्रेषितवान्. हा तावदेव, शिवराजः गोपीनाथवर्यं प्रेषितवान्. इदानीं तत्र खानं प्रति इति स्थापयामः. कं प्रति? हा तत्र किन्तु तत्र कम् इति तत्र कर्मपदं भवति वा कं प्रति इति? आम् महोदय, केन रूपेण? राजदूतरूपेण. गोपीनाथवर्यं कर्मपदं भवति. हा गोपीनाथवर्यम् इति उक्तवती, गोपीनाथवर्यम् इति उक्तवती, अतः तत्र तद् गोपीनाथवर्यमेव कर्मपदं. कं प्रेषितवान्? गोपीनाथवर्यं प्रेषितवान्. हा इदानीं खानं प्रति इति अस्ति, खानम् इति द्वितीयविभक्तौ अस्ति. किमर्थम् इत्युक्ते तत्र यदि प्रति अस्ति चेत् तत्र उपपदविभक्तिः जानीमः, अतः तत्र खानम् इति उपपदविभक्तिः न तु कर्मपदं. प्रेषितवान् इति क्रियापदस्य विशेषणं नास्ति तत्र, तत्र कर्मपदं नास्ति. प्रेषितवान् इति क्रियापदम् इति चिन्तयामः, तत्र खानम् इति तत्र तस्य कर्मपदं नास्ति. प्रति अस्ति इति कृत्वा प्रति अस्ति इति कृत्वा खानं प्रति इति अपि खान् गोपीनाथवर्य राजदूतरूपेण राजदूतरूपं तादृश अतेन रूपेण खानं प्रति प्रेषितवान्. तत्र केन रूपेण इत्युक्ते तत्र राजदूतेन, अतः स अत्र राजदूतः कः? गोपीनाथवर्यः. हा गोपीनाथवर्यः राजदूतः. हा गोपीनाथवर्यः राजदूतं भूत्वा खानं प्रति गतवान् इति. इदानीं तत्र एकं पदमस्ति तत्र अपि इति अस्ति मध्ये, तत्र अपि इत्युक्ते किमर्थम्? राजनीतिज्ञः शिवराजः अपि, अपि इत्युक्ते सः खानः दूतमुखेन शिवराजेन मेलितुम् इच्छां प्रदर्शितवान्. समीचीनं भगिनि. अपि एषः अतः तत्र किं भवति, तत्र खानः साक्षात् शिवराजं शिवराजेन मेलितुं न आगतवान्, केवलं दूतं प्रेषितं अतः शिवराजः अपि तत्र साक्षात् न गतवान्, तत्र आहूतवान् खलु तत्र आगच्छतु मे. एषः न गतवान्, केवलं दूतं प्रेषितवान् समीचीनम्. अतः एव तत्र अपि इति अस्ति. समीचीनं. सः गत्वा निवेदितवान्. सः गत्वा निवेदितवान् इत्युक्ते गोपीनाथवर्यः तत्र गत्वा निवेदितवान्. हा निवेदितवान्. एकनिमिषं भगिनि, वंशीसुध भगिनी पृच्छतु. तत्र अपि इत्यस्य पदं वयोवृत्तः अपि इत्यस्य अन्वयः भवति वा तत्र? न न न न न न न तत्र वयोवृद्धः अपि गोपीनाथवर्यम् इति तादृश अर्थः इति चिन्तयति वा? तत्र अन्वयः तस् न इति मम भ्रमः अस्ति, न जानामि गोपीनाथवर्यः केवलं वयोवृद्धः न अपि सः ज्ञानवृद्धः इति. गोपीनाथवर्यस्य विशेषणमस्ति वयोवृद्धं ज्ञानवृद्धं. सत्यं भगिनि, वयोवृद्धः अपि ज्ञानवृद्धं गोपीनाथवर्यम् इति वक्तुं न शक्यते वा इति मम प्रश्नः. शक्यते, किन्तु तत्र अपि इति पदं वयं जानीमः खलु भगिनि. तत्र साधारणतया वयं वदामः तत्र संस्कृते पदं तत्र किं, यदि अहं वृक्षं पश्यामि अथवा वृक्षम् अहं पश्यामि, तत्र सम अर्थभेदः न भवति. किन्तु कानिचन पदानि सन्ति येषां तत्र यत्र सन्ति इति, यतोहि तत्र तेषां प्रभावः पूर्वपदस्य उपरि भवति खलु. इदानीम् अपि अस्ति चेत् तत्र अपि इत्युक्ते एषः अपि खलु. अस्तु, तर्हि परन्तु राजनीतिज्ञः शिवराजः अपि इत्युक्ते तत्र अपि अस्ति चेत् तत्र चिन्तयामः, तत्र रामः आपणं गच्छति, लक्ष्मणः वदति अहमपि. इदानीं तत्र किं भवति? रामेण सह लक्ष्मणः, लक्ष्मणः अपि आपणं गच्छति. किन्तु समानकार्यं भवति खलु तत्र. अस्तु अस्तु, पर तत्र तादृश अर्थे अत्र तादृश अर्थे सः कानः दूतं प्रेषितवान्, साक्षात् न आगतवान्, शिवराजस्य दर्शनं कर्तुं साक्षात् न आगतवान्, शिवराजः अपि दूतं प्रेषितवान् साक्षात् न गतवान्. अतः तत्र सामान्यम् अस्ति इति प्रदर्शितुम् अपि इति अस्ति इति मन्ये भगिनि. तत्र महोदय अहं मन्ये राजनीतिज्ञः इति पदस्य अन्वयः अपि इत्यस्य कृते भवति इति. न न तत्र न न अन्वयः इत्युक्ते तादृशः न महोदय, किमर्थं चेत् अवगच्छामि, यतोहि तत्र वदतु भगिनि, अहम् अवगच्छामि. तत्र किमर्थं चेत् अफजलखानः दूतम् एव प्रेषितवान्, अतः तस्य किं मनसि किम् अस्ति इति ज्ञातवान् शिवराजः, अतः तत्र राजनीतिज्ञः शिवराजः इति तदर्थे दत्तम् इति मन्ये महोदय. राजनीतिज्ञः अस्ति अतः सः अपि समीचीनं राजदूतं प्रेषितवान्. सत्यं सत्यं भगिनि, अतः तत्र केवलं शिवराजः अपि इति दूतं प्रेषितवान् इति नास्ति, शिवराजः राजनीतिज्ञः अस्ति अतः सः अपि दूतं प्रेषितवान्. एतदेव वक्तुम् इच्छति खलु भगिनि? सः ज्ञातवान् तत्र परिस्थितिः का इति ज्ञात्वा सः अपि दूतं प्रेषितवान् इति खलु. अतः तत्र समीचीनं, हा अतः सः अपि शिवराजः साधारणः नास्ति, तत्र राजनीतिज्ञः अस्ति, अतः तत्र सः अपि दूतं प्रेषितवान्, सः साक्षात् न गतवान् खानेन मेलितुम्. अस्तु अस्तु, समीचीनं, धन्यवादः भगिनि. अस्तु अग्रे उषा भगिनि. महोदय, प्रथमे परिच्छेदे बहूनां दुर्गाणां विजेता शिवराजः, तत्र विशेषणं शिवराजस्य विशेषणं बहूनां दुर्गाणां विजेता इति दत्तमस्ति. न न न, केवलं विजेता इति विशेषणमस्ति शिवराजपदस्य. अस्तु महोदय, विजेता शिवराजः, अत्र राजनीतिज्ञः शिवराजः. सत्यं, तस्य किं वदामि महोदय, तस्य किं शिवराजः बहु श्रेष्ठता तत्र अनेकानि विशेषणानि सन्ति तस्य, अनेकानि गुणानि तस्य। हा सत्यं भगिनि, सत्यं सत्यम्। अतः तत्र विशेषणानि अनेकानि सन्ति तस्य, सत्यं भगिनि। हा समीचीनं। हा अस्तु, इदानीं तत्र अग्रे गच्छामः। निवेदितवान् खानवर्य सम्बोधनप्रतिविभक्ति, भवान् असमदीयं महाराजं सन्ध्यर्थम् आहूतवान् इति परमा दयालुता। भवान् असमदीयम् असमदीयं महाराजं, तत्र महाराजं विशेष्यम् असमदीयं विशेषणं सन्ध्यर्थं, सन्ध्य किमर्थम् इत्युक्ते षष्टिविभक्त्यमस्ति, चतुर्थीविभक्ति सन्ध्यर्थं। तत्र सन्ध्यर्थम् इति तत्र किमर्थम् इति एव, तत्र सन्ध्याय इति सन्ध्याय सन्धिः सन्धेः इति मेलितुं न महोदय, सन्धये सन्धये सन्धये इति प्रायशः भवति खलु, सन्धिः इति स्त्रीलिङ्गे स्त्रीलिङ्गिपदम् अस्ति, अतः तत्र चतुर्थी किं भवति सन्धिः पदस्य, सन्ध्यर्थं सन्ध्यर्थम् इति अस्ति, सन्ध्यर्थं साक्षात् सन्धिः मतिः वत् अस्ति वा महोदय, सन्धिः स्त्रीलिङ्गम् इति चिन्तितवान् भगिनि, पुल्लिङ्गं वा। अस्तु, तत्र हरे रूपम्, अतः सन्धये इति समीचीनं खलु, अतः हरि हरि हरयः इति वा महोदय, हा हरये हरये नमः इति तत्र सन्धये। हा धन्यवादः भगिनी, हा स्त्रीलिङ्गम् इति चिन्तितवान्, धन्यवादः। हा अस्तु, सन्धिः तत्र मतिशब्दस्य दर्शनानन्तरं यत्र कुत्रापि ईकारान्तस्य पदं पश्यामि तत्र बुद्धिः तिथिः, तत्र वयं चिन्त्यम् अस्तु प्रायशः स्त्रीलिङ्गपदम् अस्ति इति, किन्तु सन्धिः अस्तु पुल्लिङ्गपदमस्ति। धन्यवादः भगिनि। हा उषा भगिनि, तर्हि तत्र सन्धये आहूतवान् तवतु प्रत्यय, असमदीयं महाराजम् इत्युक्ते तत्र प्रथमविभक्ति किं भवति, किं कुत्र महोदय, असमदीयं महाराजम् असमदीयं महाराजम् महाराजं कर्म द्वितीयविभक्ति अस्ति, असमदीयं महाराजं प्रथमविभक्ति किम् अस्ति, महाराजः अपि असमदीयः, हा असमदीयः महाराजः। तत्र कर्मपदम् इति उक्तवती, तत्र क्रिया किम् अस्ति, तत्र क्रिया आहूतवान्, हा समीचीनं, भवान् भवान् आहूतवान्, कम् आहूतवान्, अस्मदीयं महाराजम् आहूतवान्, समीचीनं भगिनि। तत्र अस्मदीयम् इत्युक्ते तत्र अस्माकम् इति अर्थे, किन्तु अस्माकम् इति तत्र किं भवति, तत्र विशेषणं नास्ति, केवलम् अस्माकम् इति षष्ट्यन्तपदं भवति, किन्तु अस्माकं महाराजं स्थाने अस्मदीयं महाराजम् इति स्थापयंश्चेत् तत्र अस्मदीयः महाराजः तत्र विशेषणं भवति, इत्युक्ते असमदीयः असमदीयः असमदीय न अस्मदीयः अस्मदीयः इति प्रातिपदिकं प्रथमविभक्त्याम् अस्ति, अकारान्तपदम् अस्मदीयः युष्मदीयः अस्मदीयः इति, तत्र भारतीयः इति तत्र सम्बन्धं सूचयति, तत्र अस्माकं षष्ट्यन्तम् अस्माकम् इति अर्थे अस्मदीयः अस्मदीयः युष्मदीयः इति महाराजः अस्माकं महाराजं, किन्तु अस्माकं विशेषणं न भवति महाराजं पदस्य, अस्मदीयम् इति अस्ति चेत् विशेषणं भवति महाराजं पदस्य। सन्ध्यर्थम् आहूतवान् इति परमा दयालुता, परमा दयालुता स्त्रीलिङ्ग अस्ति, स्त्रीलिङ्गे अस्ति दयालुता, परमा दयालुता इत्युक्ते किं तत्र, परमा दयालुता इति परमा दया हा तत्र भवान् वदतु, भवती एव वदतु कथं वदनीयम् इति, न भवान् अस्मदीय महाराजं सन्ध्यर्थम् आहूतवान् इति परमा दया दर्शयति इति, हा दयां दर्शयति भवान् दयां दर्शयति, हा तत्र सन्ध्यर्थं वयं तु तत्र भीताः सन् तत्र भीताः वयं तत्र किं कर्तुं न जानीमः, किन्तु भवान् किं कृतवान्, भवान् सन्धिं कुर्मः इति भवान् आहूतवान्। हा एतत्तु एतत् बहु समीचीनमस्ति खलु, भवान् दयां प्रदर्शयति, सन्ध्यर्थम् आहूतवान् इति परमा दयालुता भवति, भाववाचकः दयालुता। यस्मिन् दया अस्ति, न न अत्र दयालुता इति परिस्थितिः, तत्र भावः अस्ति न महोदय। दया किं भगिनि? दयालुता स्त्रीलिङ्गे अस्ति न महोदय। दयालुता इति हा सत्यं भगिनि, भावं भावं सूचयति, भाव दयालुता सुन्दरता इति तादृशं दयालुता। यस्मिन् सौन्दर्यम् अस्ति सः सुन्दरता, यस्मिन् यस्मिन् न न न तत्र सुन्दरः इति तस्य भावः अस्ति सौन्दर्यम् इति कृत्वा सुन्दरता अथवा सुन्दरत्वम् इति तत्र विकल्पत्रयम् अस्ति, अत्र दयालुता इति तत्र स्त्रीलिङ्गरूपं दयालुता। दयालुता इति कृते कथं वदामः महोदय? किं भगिनि? सुन्दरता सौन्दर्यम् इति भवान्? हा तदस्ति किन्तु इदानीं मास्तु, तत्र दयालुता अग्रे अग्रे पश्यामः तत्र कथं रूपाणि भवति इति, किन्तु दयालुता इति परमा अतः तत्र परमा अपि स्त्रीलिङ्गे अस्ति, दयालुता अतः तत्र भवान् दयां प्रदर्शयति, तत्र बहु सम्यक् अस्ति। वयं तु तत्र किं कुर्मः इति न ज्ञातवन्तः, किन्तु इदानीं भवान् मार्गं सूचितवान् अग्रे गन्तुम् इति तत्र हा समीचीनं भगिनि। अस्तु अग्रे तत्र हा शोभा भगिनी पठितवती वा न खलु? न महोदय। आम् तत्र दयालुता तत्र भवतः पराक्रमः अग्नितुल्यः तेनैव अखिल एकवारं पठामि वा महोदय? अस्तु भगिनि अस्तु तत्र एतत् करोतु तत्र हा तत्र यत् उक्तवान् तत् पूर्णतया पठतु भगिनि, भवतः पराक्रमः अग्नितुल्यः इति तादृशं तत्र धातुम् अर्हति तावत्पर्यन्तं धातुम् अर्हति। अस्तु तेनैव अखिलस्य भूमण्डलस्य शोभा वर्धिता अस्ति, किन्तु अत्र आगन्तुं तस्य महत् भयं वर्तते, अतः भवान् एव जावळीप्रदेशं समागत्य महाराजाय अभयं दातुम् अर्हति। तावत्पर्यन्तं वा महोदय? अस्तु भवतः पराक्रमः अग्नितुल्यः तत्र पराक्रमः हा तत्र खानवर्य भवान् अस्मदीये महाराजं स्पर्धन् एकनिमिषं महोदय शिवराजः वदन् अस्ति न शिवराजः न वद अस्तु अस्तु समीचीनं भगिनि अस्तु इदानीं तत् कुर्मः पुनः तत्र सः गत्वा निवेदितवान् इति ततः आरभ्य एकवारं पठतु सः गत्वा निवेदितवान् अस्ति खलु अस्तु अस्तु अस्तु आम् क्षम्यतां महोदय किञ्चित् व्यस्ता आसम् खानवर्य भवान् अस्मदीयं महाराजं सन्ध्यर्थम् आहूतवान् इति परमा दयालुता इति दूतः वदति दूतः वदति भवतः खानस्य समीपं गत्वा खानं वदति भवतः पराक्रमः अग्नितुल्यः खानस्य पराक्रमः अग्नितुल्यः तत्र पराक्रमः अग्नितुल्यः विशेषणं किं विशेष्यं किं तत्र पराक्रमः विशेष्यम् अग्नितुल्यः तस्य विवरणं करोति कुर्वन् करोति कम् अस्ति करोति, अतः अग्नितुल्यः इति विशेषः. अग्नितुल्यः इति किमर्थं तत्र स्थापितम्? अग्नितुल्यः इत्युक्ते अग्नि इव पराक्रमः, अग्नि इव अग्नेः तुल्यः वा, अग्नेः तुल्यः अथवा अग्निना तुल्यः. अग्नेः इति एव स्वीकरोतु, अग्नेः तुल्यः इति. तत्र पराक्रमः किमर्थं तत्र तादृशं वर्णनं दत्तं? तत्र पराक्रमः अग्नितुल्यः इति किमर्थम्? महत् महान् पराक्रमः इति, महान् पराक्रमः. समीचीनं, महान् अस्ति इति, तत्र अग्नितुल्यः महान् अस्ति इति. अतः तत्र तस्य पराक्रमः महान् अस्ति चेत् तत्र किं शत्रवः किं भवन्ति, भीताः भवन्ति खलु? शत्रवः तत्र नाशमेव भवन्ति. किमर्थं चेत् तत्र अग्नि यदि अस्तु समीचीनम् अतः अग्निः प्रकारयति चेत् सत्यं, मार्गे किमपि अस्ति तद् सर्वं भस्मं भवति. समीचीनं भगिनि. अतः तत्र शत्रवः तु भीताः एव भवन्ति, अपि भीताः सन्ति अतः तत्र शत्रुः अस्ति, शिवराजः अपि शत्रुः अस्ति तस्य, अतः सः अपि भीतः अस्ति. तेनैव अखिलस्य भूमण्डलस्य शोभा वर्धिता अस्ति. तत्र तेन एव इति पराक्रमस्य विषये दत्तं. तेन पराक्रमेण भवतः पराक्रमः अग्नितुल्यः, तेन पराक्रमेण एव अखिलस्य भूमण्डलस्य शोभा वर्धिता अस्ति. तत्र भूमण्डलस्य अखिलस्य इति विशेषणं भवति इति मन्ये महोदय. भूमण्डलस्य शोभा वर्धिता अस्ति, अखिलस्य भूमण्डलस्य, अखिलं भूमण्डलम्, अखिलस्य अखिलं भूमण्डलम्, अखिलं भूमण्डलं तस्य शोभा, तस्य पराक्रमः अखिल भूमण्डले सर्वत्र अथवा भूमण्डलस्य शोभा वर्धिता अस्ति. तत्र तस्य शोभा वर्धिता अस्ति तेन, तत्र पराक्रमेण, तेन एव, तेन एव. अत्र अन्यत् किमपि कारणं नास्ति, तत्र शोभायाः वर्धनस्य कारणं केवलं पराक्रमः एव, तस्य पराक्रममेव, अतः तेनैव तत्र शोभा वर्धिता भवति. कस्य शोभा तत्र? अखिलस्य भूमण्डलस्य, भूमण्डलस्य शोभा वर्धिता अस्ति. पुनः शोभा अपि वर्धिता, तत्र विशेषणविशेषभावः. तत्र स्त्रीलिङ्गे अस्ति वर्धिता इति. पराक्रमः एव शोभां वर्धते. तत्र भूमण्डलस्य शोभा इति दत्तं किल महोदय? सत्यं, किन्तु तत्र पराक्रमः तस्य, तत्र पराक्रमेण न, तत्र तृतीया अस्ति, यतोहि तत्र वर्धिता इति अस्ति खलु, तत्र वर्धिता अस्ति. किं वर्धिता, केन वर्धिता? तत्र ताप्रत्यय नास्ति वा महोदय? ताप्रत्यय एव अस्ति, सत्यं भगिनि. अतः एव तत्र तेन वर्धिता, तेन वर्धिता, का वर्धिता? शोभा वर्धिता, पराक्रमेण शोभा वर्धिता. तत् वाक्यं कीदृशमस्ति? मया पठितं पुस्तकम् इति खलु? तत् सत्यं महोदय, किन्तु तत्र शोभा भूमण्डलस्य शोभा इति दत्तम्. तदपि किन्तु भूमण्डलस्य इति तत्र अर्थः अनन्तरं स्थापयामः. तत्र किम् अस्ति? पराक्रमेण शोभा वर्धिता. इदानीं तत्र तत् कर्मणि इति चिन्तयामश्चेत् तत्र किं तत्र कर्मणि न, तत्र पठितं पुस्तकं, मया पठितं पुस्तकम् इति स्थाने अहं पुस्तकं पठामि इति तादृशम् अत्र वर्ण वदामः चेत् किं भवति पराक्रमेण तत्र शोभावर्धिता, तत्र तस्य पराक्रमेण अखिलस्य भूमण्डलस्य शोभा वर्धिता अस्ति। हा इदानीं तत्र पराक्रमेण शोभा वर्धिता इति तावदेव स्वीकरोतु, पराक्रमेण शोभा वर्धिता। इदानीं तत्र पराक्रमः किं भवति, पराक्रमः वर्धते। ओ प्रथमविभक्तौ वदामि वा महोदय, पराक्रमः अस्तु, तस्य पराक्रमः भूमण्डले शोभा वर्धते, भूमण्डलस्य अस्तु, भूमण्डलस्य शोभा वर्धते, शोभां वर्धते, ओ क्षम्यतां, शोभां वर्धते, कर्मपदं, कर्मपदं भवति, तस्य पराक्रमः भूमण्डलस्य शोभां वर्धते, वर्धते, वर्धते, तावदेव अस्तु अग्रे। किन्तु अत्र आगन्तुं तस्य महत् भयं वर्तते, तत्र तस्य इत्युक्ते अधुना शिवराजस्य, शिवराजस्य महत् भयं, किन्तु अत्र अत्र आगन्तुं तस्य महत् भयं वर्तते, यतोहि खानस्य पराक्रमं दृष्ट्वा शिवराजः भीतः अस्ति इति। सत्यं सत्यम्, अतः तत्र तस्य शिवराजस्य महत् भयम् अस्ति, महत् इति पुनः महत् भयं वर्तते, महान् परिवर्तनं करणीयं तत्र महोदय, वाक्यस्य परिवर्तनं करणीयं, न मास्तु, तत्र तत्र महत् भयम् अपि महान् पराक्रमः अपि महती आपद्धिति, तत्र महान् इति महान्, महती, महत् इति, तत्र लिङ्ग, आम् तत्र भयम् इति नपुंसकलिङ्गे अस्ति इति कृत्वा महत् भयं, महत् भयं वर्तते, अपि वर्तते पराक्रमः महान् पराक्रमः, महान् पराक्रमः वर्तते इति अकर्मकक्रियापदम्, अतः महत् भयमेव कर्तृपदं तत्र, अतः अतः भवान् एव जावळीप्रदेशं समागत्य महाराजाय अभयं दातुम् अर्हति, अतः तत्र भवान् एव इत्युक्ते पुनः खानः एव जावळीप्रदेशं, शिवराजः तु नागच्छति, सः भीतः, आगन्तुं सः तु भीतः अस्ति, अतः भवान् एव भवानेव जावळीप्रदेशं समागत्य महाराजाय अभयं दातुमर्हति, भवानेव तान् तत्र अभयम्, अभयम् इत्युक्ते तत्र समाधानं कर्तुम् अर्हसि, तत्र भीतिः मास्तु, भीतिः मास्तु, भीतिः वयं युद्धं मा युद्धं न कुर्मः, अतः तत्र सन्धिं कुर्मः, युद्धं त्यजामः, सन्धिं कुर्मः, तत्र यदि भवान् स्वयम् आगत्य वदति चेत् एव शिवराजः सान्त्वनः भवति इति वदति, तस्य भयम् अपगच्छति यदि भवान् एव, यदि भवान् एव तत्र आगत्य अभयं ददाति तस्मै राजाय शिवराजाय, तस्मै शिवराजाय अभयं ददाति, तदा भयं निवारयति इति समीचीनं भगिनि, अस्तु तावत् पर्यन्तं समीचीनं भगिनि, धन्यवादः, अस्तु अग्रे शुभदा भगिनि, धन्यवादः महोदय, धन्यवादः भगिनि, दूतस्य अतः दूतस्य दूतस्य तथाविधं कातरं वचनं श्रुत्वा खानः जावलीप्रदेशे मेलनम् अङ्गीकृतवान्, दूतस्य तथाविधं कातरं वचनं श्रुत्वा खानः अङ्गीकृतवान्, क्रियापदम् अङ्गीकृतवान् इति, खानः अङ्गीकृतवान् अतः खानः इति कर्तृपदं, किम् अङ्गीकृतवान्? मेलनम् अङ्गीकृतवान्. कुत्र? जावलीप्रदेशे मेलनम् अङ्गीकृतवान्. अपि च दूतस्य तथाविधं कातरं वचनं श्रुत्वा, अत्र श्रुत्वा इति स्वान्त अस्ति, स्वान्त अव्ययमस्ति, तत्र तस्य किं श्रुत्वा, वचनं श्रुत्वा, तथाविधं कातरं वचनं श्रुत्वा. कातरम् इत्युक्ते भययुक्तः, भययुक्तं वचनं, दयनीयः, हा तादृशं. तत्र सः भयभीतिः, तत्र भीतः आसीत् इति, तत्र तस्य भयम् आसीत्, तत्र वचने अपि तस्य प्रदर्शनं अभवत्. तथाविधं कातरं वचनं, तथाविधं, तादृशं, तादृशं कातरं वचनं. तथाविधम् इत्युक्ते तादृशं वा? तादृशं, तत्र तथाविधं कातरम् इत्युक्ते केवलं तादृशं न, तत्र तत्र कातरं केवलं किञ्चित् न, तत्र बहु बहु किमपि कातरम् आसीत् इति, तत्र तथाविधं, तथाविधं. तत्र अन्यत् उदाहरणं किं कुर्मः? तादृशमस्ति न महोदय? तादृशं, लैक् वैस्, लैक् वैस् इति, किन्तु तत्र तथाविधं, तत्र लैक् वैस् इति वक्तुं शक्नुमः, किन्तु तादृशं वचनं, तत्र केवलं हा तादृशकातरं, विविधानि प्रकार, हा तत्र तत्र तादृशम् इति, तत्र एम्फसिस् अस्ति, हा तादृशं कातरं श्रुत्वा इति. अस्तु, तत्र तस्य वर्णनम् इदानीं न कर्तुं शक्नोमि, क्षम्यतां, हा किन्तु तादृशम् इति अर्थः, किन्तु तत्र एम्फसिस् अपि अस्ति तत्र, हा. ससैन्यं प्रस्थितः सः तत्र, एकनिमिषं भगिनि, तत्र जावळीप्रदेशे एव मेलनं, यतोहि तत्र शिवराजः तत्र आगन्तुं न शक्नोति, अतः कानैव तत्र जावळीप्रदेशं, यथा दूतः सूचितवान् खलु, तत्र जावळीप्रदेशम् आगत्यति, अतः कानः अपि जावळीप्रदेशे मेलनं कर्तुं सः अङ्गीकृतवान्. हा अग्रे भगिनि. ससैन्यं प्रस्थितः सः प्रतापदुर्गात् किञ्चित् दूरे शिबिरं स्थापितवान्. खानः तस्य सैन्येन सह प्रस्थितः भूत्वा प्रतापदुर्गात् किञ्चित् दूरे शिबिरं स्थापितवान्. गतः सः, गतः ससैन्यं सः गतः, कुत्र गतः? तत्र जावळीप्रदेशं, जावळीप्रदेशम् अथवा तत्र गतः, किन्तु प्रतापदुर्गात् सः गतवान्, तदनन्तरं तत्र प्रस्थितवान् ससैन्यं प्रस्थितवान् सः किं कृतवान् तदनन्तरं? तत्र शिबिरं स्थापितवान्. हा, तत्र प्रतापदुर्गात् किञ्चित् दूरे शिबिरं स्थापितवान्. शिवखानयोः मेलनस्थानं शिबिरात् दूरे उत्तुङ्गस्य दुर्गस्य अधः एकस्मिन् पटगृहे निश्चितम्. तत्र तस्य शिबिरं तु प्रतापदुर्गात् किञ्चित् दूरे आसीत्, परन्तु शिवखानयोः तयोः मेलनस्य स्थानं शिबिरात् दूरे उत्तुङ्गस्य दुर्गस्य अधः एकस्मिन् पटगृहे निश्चितम् आसीत्. एकस्मिन् पटगृहे, पटगृहे इत्युक्ते किमपि तत्र वस्त्रेण कृतं, तत्र टेण्ट् तादृशं वस्त्रेण कृतम् एकं पटगृहम् इति, तत्र निश्चितम् इति अस्ति, किं निश्चितम्? मेलनस्थानं निश्चितम् आसीत्, मेलनस्थानं निश्चितम् आसीत्. इदानीं तत्र कस्य मेलनस्थानं? शिवखानयोः. अपि तत्र कुत्र अस्ति निश्चितं, कुत्र स्थानं निश्चितं? तत्र शिबिरात् दूरे उत्तुङ्गस्य दुर्गस्य, पुनः विशेषणविशेषभावः, अपि अधः एकस्मिन् उत्तुङ्गस्य इत्युक्ते किं महोदय? उत्तुङ्गस्य तत्र उपरि अस्ति, तत्र उत्तुङ्गस्य दुर्गस्य अधः, तत्र दुर्गः प्रायः तत्र पर्वतस्य उपरि अस्ति इति मन्ये भगिनि. अतः तत्र उत्तुङ्गः तत्र अधोभागे नास्ति, तत्र अधोप्रदेशे नास्ति, निम्न देशे नास्ति, किन्तु उपरि उपरि देशे प्रदेशे अस्ति इति. अस्तु, अग्रिमं तत्र तत्र प्रायः तत्र अस्तु, तत्र किञ्चित् अग्रे एकवारं पठतु भगिनि. तत्र रात्रिः अतीता सूर्योदयः जातः. पुनः तत्रापि विशेषभावः खलु, रात्रिः स्त्रीलिङ्गे प्रत्ययः, रात्रिः अतीता सूर्योदयः जातः. भवानीभक्तः शिवराजः लौहमयं दृढं कवचं, तीक्ष्णानि व्याघ्रनखानि, रक्तं शिरस्त्राणं, तीक्ष्णं कृपाणं च धृत्वा अफजलेन मेलितुं प्रस्थितः. शिवराजः किं कृतवान्? सः प्रस्थितवान्, अपजलेन मेलितुं प्रस्थितवान्. अग्रे पठामि वा महोदय? न, किन्तु तत्र किम् अस्ति? तत्र लौहमयं दृढं कवचं किं धृत्वा संरक्षणार्थं, स्वस्य संरक्षणार्थं लौहमयं दृढं कवचं, तत्र विशेषं किम् अस्ति? विशेष्यं कवचम् इति अस्ति, लौहमयम् अपि च दृढं, विशेषणद्वयम् अस्ति कवचम् इत्यस्य. तीक्ष्णानि व्याघ्रनखानि अपि सः धारितवान्. व्याघ्रनखानि कीदृशानि? तीक्ष्णानि व्याघ्रनखानि. रक्तं शिरस्त्राणं, शिरस्त्राणम् अपि च शिरसि किमपि धारितम् अस्ति इति शिरस्त्राणं, शिरसः संरक्षणार्थं रक्तवर्णं शिरस्त्राणं. रक्तम् इत्युक्ते रक्तवर्णं वा महोदय? प्रायशः रक्तवर्णं शिरस्त्राणं. तीक्ष्णं कृपाणं च, कृपाणम् इत्युक्ते लघु लघ्वी छुरिका अस्ति इति मन्ये, छुरिका तत् तीक्ष्णमासीत्, तीक्ष्णं कृपाणम् इति. एतत् सर्व एतानि सर्वाणि धृत्वा अपजलेन मेलितुं शिवराजः, भवानीभक्तः शिवराजः प्रस्थितः आसीत्. हा, समीचीनं भगिनि. हा, अतः तत्र यतो यद्यपि तत्र सन्धि इति चिन्तनम् अस्ति, सन्धिं कुर्मः इति, किन्तु सः जानाति तत्र सन्धि न भवति इति. अतः सः अतः सः एतत् सर्वं धृत्वा तत्र मेलितुं प्रस्थितवान्. अस्तु, समीचीनं, धन्यवादः भगिनि. वेदभगिनी, भवती अद्य न पठितवती, क्षम्यतां भगिनि, किन्तु अग्रिमे वर्गे भवती निश्चयेन पठति. क्षम्यतां भगिनि. अस्तु, अतः तत्र भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा? आम् महोदय. अस्तु, पूर्णमिदं पूर्णमदः पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः सर्वे. धन्यवादः.